गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्प्रसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् इदानीम् अनुभवः प्रत्यक्षम् इत्यस्मिन् विषये चिन्तनं तत्रापि कारणानि तत्रापि समवायिकारणम् असमवायिकारणं निमित्तकारणानि भवन्ति दलसार्थक्यं कुर्वन्तः स्मः वयं तत्र कार्यतावच्छेदकसम्बन्धः इत्यत्र समवायसम्बन्धः इति त्यजामश्चेत् किञ्चित् सम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता इति समवायिकारणस्य लक्षणं स्यात् तर्हि कुत्र अतिव्याप्तिः भवति इति चेत् घटे अतिव्याप्तिः भवति इति उक्तम् तर्हि ज्ञानम् आत्मनि जायते ज्ञानम् आत्मनि जायते इति कृत्वा आत्मा ज्ञानस्य समवायीकारणं भवति तत्र यदि कार्यतावच्छेदकसम्बन्धः समवाय इति अनुक्त्वा किञ्चित् इति वदामश्चेत् घटे अतिव्याप्तिः भवति इति उक्तम् तर्हि तत्र घटः कारणम् इति वदामश्चेद् एव इति निरूपयामश्चेदेव कारणे घटे अतिव्याप्तिः भवति तर्हि कथं वा घटः कारणम् इति विचिन्त्य तत्र घटः अत्र इत्युक्ते अनुमाने उपमाने शाब्दबोधस्थले ज्ञानस्य विषयः पुरतः भवेत् ज्ञानस्य विषयस्य वर्तमानत्वं नापेक्षितम् किन्तु प्रत्यक्षे वर्तमानत्वम् अपेक्षितम् यदा विषयेन सह इन्द्रियसन्निकर्षः जायते तदा एव ज्ञानं भवति इत्यतः इति उक्त्वा अपि च ज्ञानं विषये अपि अस्ति केवलम् आत्मनि नास्ति आत्मनि तु समवायसम्बन्धेन अस्ति किन्तु विषये विषयतासम्बन्धेन ज्ञानं वर्तते इति कृत्वा घटज्ञानयोः मध्ये सम्बन्धः निरूपितः तत्र स्मः तर्हि इदानीं किञ्चित् पुस्तकात् बहिः चिन्तनं कृत्वा तदनन्तरं तत्र असमवायिकारणत्वम् आत्ममनसंयोगः असमवायिकारणत्वम् इत्यस्मिन् विषये चिन्तनं कुर्मः अस्तु चक्षुप्रत्यक्षं कथं भवति इति अस्माभिः चिन्तितम् चक्षुः तैजसीयम् इति कृत्वा शरीरात् बहिः गत्वा घटेन सह संयुक्तं प्राप्त्वा घटचक्षुषोः मध्ये संयोगः भवति यद्यपि घटे क्रिया नास्ति तथापि चक्षुषी क्रिया जायते इति कृत्वा क्रियया एव संयोगः भवति इत्यपि तत्र घटचक्षुषोः मध्ये संयोगः जायते चक्षुः आत्मनोः मध्ये अपि संयोगः जायते आत्मा विभुः यदा चक्षुषी क्रिया जायते तर्हि विभुद्रव्येन सह तस्य संयोगः भवत्येव इति कृत्वा स्वसंयुक्तसंयुक्तत्वसम्बन्धेन इदानीं घटः आत्मनि वर्तते इति वक्तुं शक्यते स्व इति घटः स्वसंयुक्तः चक्षुः स्वसंयुक्तसंयुक्तः आत्मा तर्हि घटः स्वसंयुक्तसंयुक्तत्वसम्बन्धेन आत्मनि वर्तते ज्ञानम् आत्मनि वर्तते तर्हि सामानाधिकरण्यम् अस्ति इति कृत्वा कारणकार्यभावः सिद्धः भवति इति तावदस्माभिः चिन्तितम् अत्र इतोपि किञ्चित् चिन्तनीयमस्ति किन्तु तस्मात् पूर्वं अन्येषाम् इन्द्रियाणां का गतिः अन्यैः इन्द्रियैः प्रत्यक्षं यज्जायते तत्र सम्बन्धः कः इति चिन्तयामः तर्हि इदानीं चक्षुः विषये चिन्तितम् अस्तु इदानीं त्वक् विषये चिन्तयामः श्रीराममहोदय भवान् चिन्तयति किम् आम् महोदय तत्र तत्र यः कोऽपि विषयः अस्ति सः विषयः त्वगिन्द्रियेण तत्र संयुक्तः भवति तदा त्वगिन्द्रियं क्षम्यताम् अत्र ज्ञानं किं कार्यं किम् इति ज्ञानस्य आकारः कः इति वदतु प्रथमम्. अस्तु तत्र ज्ञानस्य आकारः अस्ति इदानीं इदं घटः इति एव आकारः स्वीकुर्मः अयं घटः क्षम्यताम् अयं घटः इति आकारः स्वीकुर्मश्चेत् अत्र चक्षुः न प्रवर्तते इति अपि वयं चिन्तयामः तदा अयं घटः इति ज्ञानं त्वगिन्द्रियेण जातम् इति चिन्तनम् इति चिन्तनं त्वगिन्द्रियजन्य अयं घटः इति ज्ञानम् सत्यं महोदय. अस्तु इदानीं वदतु तत्र विषयः अस्ति घटः तदा तत्र त्वगिन्द्रियेण संयुक्तः अस्ति त्वगिन्द्रिय साक्षात् तत्र संयुक्तः अस्ति. कथं संयोगः जायते इदानीं हस्त हस्तक्रियया तत्र घटं स्पर्शयामि तदा तत्र घटहस्त संयोगः भवति त्वगिन्द्रियं शरीरे सर्वव्यापि व्याप्तः अस्ति व्याप्तमस्ति त्वगिन्द्रियम् इति कृत्वा त्वगिन्द्रियं तत्र घटेन सह संयुक्तः भवति. समीचीनं तर्हि त्वगिन्द्रियस्य क्रिया यदा कदापि न भवति इति मनसि भवेत्. सत्यं तत् त्वगिन्द्रियम् अन्यत्र न गच्छति चक्षुरिव तु तत्र घटः तत्र आनीतव्यम् इत्युक्ते तत्र पूर्वं इन्द्रियप्रकारत्वम् इति प्राप्यकारित्वं प्राप्यकारित्वं तस्मिन् विषये वयं चर्चां कृतवन्तः तत्र घट आनीतव्यं तत्र इन्द्रियं प्रति इत्युक्ते इन्द्रियमपि आनेतुं शक्यते खलु इत्युक्ते घटः तत्रैव अस्ति किन्तु वयं इन्द्रियं हस्ते अस्ति हस्तम् इदानीं हस्ते क्रियाम् उत्पाद्य घटं प्रति आनयामश्चेत् त्वगिन्द्रियमपि तत्र प्राप्यते खलु. सत्यं यदा तर्हि वदतु घटं प्रति सम्बन्धः कः इति तदा यः संयोगः भवति तदा तर्हि इदानीं घटः आत्मनि केन सम्बन्धेन अस्ति तत्र अत्रापि आत्मा विभुः अस्ति आत्माविभुः अस्ति आत्मापि द्रव्यमस्ति घटः अपि द्रव्यमस्ति तदा सामान्यतया वदामश्चेत् घट आत्मनोः तत्र संयोगः भवति यदा घटे क्रिया अस्ति चेत् किन्तु इदानीं घटे क्रिया नास्ति घटः तत्रैव अस्ति वयं तं प्रति गत्वा तत्र घटं स्पर्शयामः तदा तत् यद्यपि तत्र तत्र घटे क्रिया नास्ति इति कृत्वा तत्र संयोग आत्मनसंयोगः तु तत्र त्वगिन्द्रियेण त्वगिन्द्रिये तत्र शरीर गतक्रियया त्वगिन्द्रियेण संयोगः भूत्वा संयोगं भूत्वा तत्र तत्र आत्मनि ज्ञानं जनयति. महोदय इदानीं घटः आत्मनि भवेत् तत्र सम्बन्धः कः इति तादेव वदतु अन्यत् किमपि नास्ति तत्र अस्तु तत्र घटः इति स्व तत्र स्वसंयुक्त संयुक्त इति इन्द्रियं न स्वसंयुक्त इति हस्तः खलु हस्ते एव क्रिया जायते हस्तः सत्यं हस्तः तदनन्तरं हस्ते इन्द्रियम् इन्द्रियम् अपि तत्र वायवीयम् अस्ति इन्द्रियं वायवीयम् इन्द्रियम् अस्ति वायु द्रव्यमस्ति इति कृत्वा तत्र संयोगः अस्ति तर्हि स्वसंयुक्तसंयुक्तम् इति इन्द्रियं प्रति आगतम् तदा इन्द्रिय आत्मनोः तत्र संयोगः सत्यम् तत्र इन्द्रिये क्रिया अस्ति इति वक्तव्यं भवति. न न इन्द्रिये क्रिया नास्ति खलु तत्र. इदानीं घटः अस्ति, हस्तः अस्ति, इन्द्रियमस्ति, आत्मा अस्ति. तेषु केवलं हस्ते क्रिया जायते चेत् इदानीं हस्तगतक्रिया तत्र तत्र इन्द्रियघट घटेन सह संयोगः जायते. तेन संयोगेन तत्र आत्मनि ज्ञानं कथं वर्ण्यते? आत्मनि कथं ज्ञानं जायते महोदय? न न ज्ञानम् इति तावत् मा चिन्तयतु भोः. अत्र ज्ञानं तु आत्मनि एव जायते, किन्तु घटः आत्मनि आनेतव्यं खलु. ज्ञानमिति त्यजतु इदानीम्. आत्मनि आनीते कार्यकारणयोः मध्ये अस्माकं निकषा का? कार्यकारणयोः मध्ये समानाधिकरण्यं भवेत्. समानाधिकरणं भवति अत्र. समानाधिकरणं किम्? आत्मा. आत्मा तत्रैव ज्ञानमस्ति इति कृत्वा, कार्यम् आत्मनि अस्ति इति कृत्वा कार्यस्य अधिकरणमस्ति आत्मा. तर्हि कारणमपि अधिकरणे भवेत्, कार्याधिकरणे भवेत्. सत्यं महोदय. अतः घटः केनचित् सम्बन्धेन अत्र आत्मनि आनेतव्यं तावदेव. तत्र अस्तु, तदा स्वसंयुक्तसंयुक्त स्व इति घटः स्वसंयुक्त इति अस्त अस्तः स्वसंयुक्तसंयुक्तः इति इन्द्रियं स्वसंयुक्तसंयुक्तत्वसम्बन्धेन आत्मनि घटः भवति. त्रिवारं वक्तव्यं स्वसंयुक्तसंयुक्तसंयुक्तत्वसम्बन्धेन. घटहस्तयोः मध्ये प्रथमसंयोग संयोगः, हस्त इन्द्रियोः मध्ये द्वितीयसंयोगः, इन्द्रिय आत्मनोः मध्ये तृतीयसंयोगः. त्रिवारम् अस्ति. हा स्वसंयुक्तसंयुक्तसंयुक्तत्वसम्बन्धेन इदानीं स्वगिन्द्रियम् आत्मनि आगतं, तत्रैव कार्यमस्ति इति कृत्वा सामानाधिकरण्यं साधितम्. महोदय मम अन्य अत्र तु तत्र अहं चिन्तयामि इन्द्रियं ग्राहकः एव अस्ति, ज्ञानजनकः अस्ति वा इति मम संशयः अस्ति. ज्ञानजनक ग्राहकम् इत्युक्ते किम्? तत्र किञ्चित् प्रतिपादयतु, भवतः सन्देहः कः इति किञ्चित् प्रतिपादयतु. अत्र ग्राहकः इत्युक्ते तत्र विषयेण सह संयुक्तः अस्ति इन्द्रियं, तद् तदेव इति अहं चिन्तयामि. केनचित् संयो सम्बन्धेन विषयः इन्द्रियेण सह संयुक्तः अस्ति. स च संयोगस्य नाम एव ग्रहणम् इति अहं चिन्तयामि. तदेव तदेव तदा इत्युक्ते इन्द्रियविषयोः मध्ये संयोगः जायते चेत् तस्यैव नाम ग्रहणम् इति. सत्यं. स च संयोगस्य एव नाम अस्ति ग्रहणम् इति. अस्तु इदानीं वदतु. इदानीं तदा ग्रहणं भवति चेत् तत्र आत्मनि इन्द्रियं कथं वा ज्ञानं जनयति? तत्र ग्राहकः एव अस्ति इन्द्रियम् इति अहं चिन्तयामि. तु तत्र मनः भवेत् इति एव मम चिन्तनं. तत्र मनः एव तत्र इदानीं महोदय इदानीं कृपया मनसः विषये मा चिन्तयतु. अस्तु, केवलम् अत्र विषयः, अत्र पञ्च इन्द्रियाणि स्वीकृत्य विषयः अपि च कार्याधिकरणं, विषयः कार्याधिकरणे कथमस्ति इति एव चिन्तनम्. अत्र मनः अस्ति चेत् पुनः एकः संयुक्तः इति पदं योजनीयं भवतु खलु महोदय? तत् कारणेनैव तद् अनन्तरं चिन्तयामः भो, इदानीं मास्तु, नो चेत् क्लेशः भवति. अस्तु अस्तु अस्तु. तर्हि इदानीं स्वसंयुक्तसंयुक्तसंयुक्तसम्बन्धेन घटः आत्मनि आगतम् इत्यतः तत्र त्वगिन्द्रियेण अयं घटः इति ज्ञानं भवति इति तावद् उक्तम्. अग्रे इदानीं घ्राणेन्द्रियं मेहुल् महोदय वदति किम्? आं महोदय, घ्राणेन्द्रियम् इत्यस्य कृते अपि तत्रापि एकं पुष्पमस्ति इति वयं स्वीकुर्मः, तर्हि इदम् अयं पुष्पम् इति ज्ञानस्य आकारः भवति. तर्हि एकनिमिषम्, अयं पुष्पम् इति आकारः भवति वा घ्राणेन्द्रियेण? अयं सुगन्धः इति, पुष्पम् इति द्रव्यमस्ति खलु, द्रव्यमस्ति, तत्र पुष्पे यत् सुगन्धः अस्ति तस्य एव ज्ञानं भवति. अयं सुगन्धः इति ज्ञानस्य आकारः, अयं सुगन्धः असुगन्धः. तर्हि तत्र पुष्पे, पुष्पस्य नासिकया सह संयोगः भवति, अथवा पुष्पकणाः ये सन्ति पुष्पे तेषां संयोगः भवति, पार्थिवकणाः, पुष्पपार्थिवकणाः, तेषां संयोगः नासिकया भवति, तदा एव तत् पुष्पकणाः स्व भवति, स्वसंयुक्त इति. एकनिमिषं, स्व इति पुष्पकणाः न भवन्ति, ओ स्व इति सुगन्धः, सुगन्धः, सुगन्धः तु समवायसम्बन्धेन पुष्पकणे, पुष्पकणयोः मध्ये पुष्पकणानाम् अस्ति, अतः सुगन्धः इति स्व, स्वसमवेतम् इति पुष्पकणाः, स्वसमवायी, समवेतं नास्ति खलु, स्वसमवायी, तत् विपरीतरीत्या सुगन्धः स्व, स्वसमवायी इति पुष्पकणाः, तेषां संयोगः नासिकया भवति, नासिकया सह भवति, अतः यदि इतोपि किञ्चित् अत्र किं गभीरचिन्तनं कुर्मः, इदानीम् अत्र पुष्पकणाः साक्षात् नासिकायां नास्ति, किञ्चित् मध्ये व्यवधानमस्ति इति चिन्तयतु. आम्, तत्र वायु वहति चेत् ते नासिका प्रति गच्छन्ति. सत्यं, तर्हि तत्र वायुना सह पुष्पकणाः इति संयोगसम्बन्धः सत्यं भवति, अतः सत्यं स्वसमवायी संयुक्त संयुक्तत्व सम्बन्धे सुगन्धः अधुना वायु नासिका समीपे आगतः सुगन्धः. अस्तु महोदय, एवं वदतु महोदय, स्व इति सुगन्धः, स्वसमवायी इति पुष्पकणाः पार्थिवकणाः, स्वसमवायी संयुक्तः इति वायुः. आम् आम्, वायुः सम्यक्. अस्तु, तर्हि स्वसमवायी संयुक्तवायु, तत् वायुना सह नासिका नासिकयोः मध्ये संयोगसम्बन्धः भवति, अतः स्वसमवायी संयुक्त संयुक्तत्वसम्बन्धेन सुगन्धः नासिकामध्ये आगच्छति. अनन्तरं नासिका इति अपि संयोगसम्बन्धेन आत्मनि अस्ति, आत्मा नासिका, घ्राणेन्द्रियं सत्यं, घ्राणेन्द्रिय अपि घ्राणेन्द्रियमपि च आत्मनोः मध्ये संयोगसम्बन्धः अस्ति, अतः अत्र आत्मा इति समानाधिकरणम् इति वदामः चेत् ज्ञानं तु आत्मनि अस्ति, पुनः अत्र सुगन्धः स्वसमवायी संयुक्तसंयुक्तत्वसम्बन्धेन आत्मनि आगच्छति, अतः सुगन्ध अपि च ज्ञानमध्ये सामान्यीकरणं भवति. सत्यम् इति अस्ति. अत्र किञ्चित् चिन्तनमस्ति मम, इत्युक्ते नासिका अत्र सुगन्धः, सुगन्धः समवायसम्बन्धेन पार्थिवकणेषु वर्तते, पार्थिवकणाः संयोगसम्बन्धेन वायौ, वायुः संयोगसम्बन्धेन नासिकयां, नासिका तत्र पुनः संयोगसम्बन्धेन घ्राणेन्द्रियेण सह इति वक्तव्यं वा? नो चेत् अत्र घ्राणेन्द्रियं नासिकायाः अग्रे अस्ति, अस्ति खलु, अग्रे अस्ति, अपि च नासिका इति घ्राणेन्द्रियमपि द्रव्यमस्ति. तर्हि वायुघ्राणेन्द्रियोः साक्षात् इत्युक्ते मध्ये नासिकाम् अनुक्त्वा नासिकां त्यक्तुं शक्यते. सत्यं, घ्राणेन्द्रियं वायवीय इन्द्रियमस्ति, पार्थिव इन्द्रियमस्ति, क्षमताम्, घ्राणेन्द्रियं पार्थिवीय पार्थिव इन्द्रियमस्ति, वायुः द्रव्यमस्ति. तर्हि तयोः मध्ये साक्षात् संयोगः वदामश्चेत् स्वसमवायीसंयुक्तसंयुक्तत्वसम्बन्धेन इदानीं सुगन्धः आत्मनि अस्ति, कार्याधिकरणे अस्ति. समीचीनम्. एवं पूर्वमपि वक्तुं शक्यते, इत्युक्ते त्वगिन्द्रिये अपि यत्र हस्तः अस्ति तत्र त्वगिन्द्रियमस्ति. तर्हि यत्र हस्ते क्रिया जायते चेत् त्वगिन्द्रिये अपि क्रिया जायते, किन्तु हस्तद्वारा त्वगिन्द्रियस्य संयोगः इति अनुक्त्वा साक्षात् त्वगिन्द्रियस्य संयोगः इति वक्तुमपि शक्यते इति भाति मम. अस्तु, समीचीनं. तर्हि इदानीं किं चक्षुरिन्द्रियं त्वगिन्द्रियं घ्राणेन्द्रियं जातं, रसनेन्द्रियं सति भवति वदति किं रसनेन्द्रियम्? आं महोदय. अत्र ज्ञानस्य आकारः अस्ति गुणस्य माधुर्यं, माधुर्यम् इति गुणं गुणे समवायेन अस्ति. इदानीं माधुर्यम् इति स्वं तेन गुणेन समवायेन अस्ति माधुर्यं. गुडः इदानीं रसनेन्द्रिये संयोगः, अतः संयुक्तः इन्द्रिये अस्ति. किं पुनः वदतु? माधुर्यम् इति गुणं गुणेन प्रथमं इन्द्रियगुडः गुडः इदानीम् अस्ति, अतः माधुर्यम् इति गुणः समवायेन गुडे अस्ति. प्रथमं माधुर्यं स्वम् इति अस्ति, स्वेन समवाय पुनः इदानीं तद् संयुक्तम् अस्ति चक्षुरिन्द्रिये, क्षम्यतां रसनेन्द्रिये. कथं संयोगः जायते? गुडः साक्षात् रसनेन्द्रिये स्थापितं चेदेव क्रियया संयोगः जायते. उत्तमं. तर्हि गुडे क्रिया खलु? आं, गुडे क्रिया. कुत्रचित् यत्र यत्र परम्परा वदामः तत्र कुत्रचित् क्रिया वक्तव्यं, नो चेत् संयोगः न भवति. चक्षुरिन्द्रिये चक्षुर्प्रत्यक्षे चक्षुरिन्द्रिये क्रिया जायते. त्वक् प्रत्यक्षे अत्र हस्ते क्रिया जायते. किं घ्राणप्रत्यक्षे वायौ क्रिया जायते, किन्तु अत्र रसनेन्द्रिये रसप्रत्यक्षे किं गुडौ गुडे गुडौ नास्ति गुडे क्रिया जायते. विषयः एव क्रिया. अस्तु, तेन क्रियया इदानीं रसनेन्द्रियेण द्रव्यग्राहकत्वं जायते. यदा रसनेन्द्रियम् आत्मनि संयोगः खलु, आत्मा अपि इन्द्रियमस्ति, द्रव्यमस्ति, इन्द्रियमपि द्रव्यमस्ति, अतः संयुक्तः पुनः समवायसंयुक्तसंयुक्तत्वसम्बन्धेन इति भवति. उत्तमम्. इति सम्बन्धेन मधुररसम् आत्मनि आगतम्. उत्तमम्. अस्तु, इदानीम् अन्तिम इन्द्रियमस्ति श्रोत्र इन्द्रियं. रमेश महोदय. आं महोदय. श्रोत्र इन्द्रियम् अत्र शब्दः आ, कुत्र जायते इत्युक्ते शब्दः आकारः कः इति प्रथमं वदतु। ज्ञानस्य आकारः इत्युक्ते इदम् इदं मधुरम् इति अयं घटः इति यथा आकारः उक्तः ज्ञानस्य आकारः किं ज्ञानम् इति वदतु। शब्दज्ञानम्। अस्तु एकम् उदाहरणं वदतु। अक्षरं यदि कोऽपि आ इति वदति अस्तु तर्हि घटः इति एव स्वीकरोतु। घटः कोऽपि घटः इति वदति चेत् तस्य सः शब्दं जनयति तत् शब्दं दश दिशि शब्दं जनयति। शब्दः इति वदतु। शब्दस्य शब्दः भवति शब्दज शब्दः शब्दज शब्दः तत् मम श्रोत्रेण सह संयोगः भवति तस्य संयोगः किम् न संयोगः न तत् मम तत् आकाशीयमस्ति तद् तत्र मम मम श्रोत्रेन्द्रियेण मम श्रोत्रेन्द्रियेण मम श्रोत्रेन्द्रियम् आगच्छति तत् मम श्रोत्रेन्द्रियम् आगच्छति खलु तत् शब्दः हा मम श्रोत्रेन्द्रिये तत् मम श्रोत्रेन्द्रिये आगच्छति समवायिसन्निकर्षं भवति तत्र तर्हि तत् तत् मम आगच्छति इति न वक्तव्यं वस्तुतः उत्पद्यते इति वक्तव्यम् आगच्छति गानं नास्ति क्रिया नास्ति खलु हा क्रिया नास्ति परन्तु तद् मम श्रोत्रेन् उत्पद्यते उत्पद्यते हा मम श्रोत्रे इन्द्रिये अपि तत् उत्पद्यते तत् शब्दम् तत् तस्य शब्दस्य उत्पादनं भवति तर्हि मम श्रोत्रेन्द्रियं परन्तु आकाशीयः अस्ति आकाशीयः आकाशं विभुः अस्ति तर्हि तस्य आत्मनः संयोगः न भवितुम् अर्हति आत्मा अपि विभुः तर्हि मध्ये किमपि भवेत् यत् आत्मा श्रोत्रेन्द्रियस्य मध्ये किमपि भवेत् यत् अस्तु तावत् तावत् मा गच्छतु इदानीम् इत्युक्ते अत्र प्रश्नः कः इति चेत् गुणे क्रिया न भवति शब्दः इति गुणः गुणे क्रिया न भवति श्रोत्रेन्द्रिये अपि क्रिया न भवति आत्मनि अपि क्रिया न भवति वस्तुतः अत्र त्रयः एव पदार्थाः सन्ति खलु अयं घटः इति शब्दः तेन अयं घटः अयं घटः इति बहवः शब्दजशब्दाः भवन्ति किन्तु ते सर्वे गुणाः एव अपि च आकाशः एकः विभुः आत्मा विभुः तर्हि गुणे आकाशे आत्मनि क्रिया न जायते तर्हि कथं वा संयोगः भवति इति वक्तुं शक्यते खलु तदेव प्रश्नः आं महोदय हा तर्हि अयं घटः इति शब्दः आत्मनि केनापि सम्बन्धेन अस्ति इति न वक्तुं शक्यते इति प्रश्नः अस्ति अत्र. क्रिया न जायते इति कृत्वा अस्तु, तर्हि अत्र इतोपि किञ्चित् वक्तव्यं भवति. अस्तु, तर्हि इदानीम् अन्तिम इन्द्रियम् इत्युक्ते शब्दस्थले शाब्दज्ञाने तत्र शब्दप्रत्यक्षे शाब्दज्ञानं नास्ति, शब्दप्रत्यक्षे अह क्लेशः इति चेत् कारणं कार्याधिकरणे, विषयः कार्याधिकरणे अस्ति इति वक्तुं किमपि उपायः नास्ति. कुत्रचिदपि क्रिया न जायते इति कृत्वा अत्र क्लेशः अस्ति. भवतु, तर्हि इदानीं मानसप्रत्यक्षविषये किञ्चित् चिन्तयामः. वर्षा भगिनी चिन्तयति किम्? हां महोदय, प्रथमं मनसः सुखदुःख, मनसः सुखदुःख इच्छा द्वेषस्य प्रत्यक्ष ज्ञानस्य प्रत्यक्षं गुणस्य ग्राहकं भवति. केषां? सुखदुःख इच्छा द्वेषादीनां. तत्र षड् तत्सर्वं वदतु. सुखदुःख इच्छा द्वेष कृतिः अपि च ज्ञानं. कृतिः अपि च ज्ञानं. हा महोदय, सोरि, कृतिः अपि च ज्ञानं ग्रहणं भवति मनसा. अस्तु, इदानीम् इच्छा इति स्वीकरोतु महोदय. इच्छा, हा ओके महोदय. प्रथमं तु इन्द्रियसन्निकर्षः भवेत् तत् द्रव्यस्य आकारः. प्रथमं ज्ञानस्य आकारः कः इति वदतु. तत् इच्छामि इति ज्ञानस्य आकारः. तत् इति किमपि वदतु. पुष्पमिच्छामि, घटमिच्छामि. अस्तु, पुष्पेच्छा इति स्वीकरोतु. प्रथमं तु इन्द्रियसन्निकर्षः भवति, तेन अनुभवः जायते, तदनन्तरं तस्य ज्ञानं, तत् ज्ञानेन इच्छा जनयति मनसि. मनसि नास्ति, आत्मनि इच्छा जनयति. मनसः मनः इच्छा ग्राहकः भवति. कथम्? मनः अस्ति इति एव इच्छा जननं भवति किल महोदय? तद् न अस्ति चेत् तदेव इन्द्रियमस्ति यत् इच्छा आत्मनि जनयति इति न चिन्तनीयम् अत्र. मनः इति किम्? इन्द्रियम् अस्ति खलु. इन्द्रियं केवलं ग्राहकमस्ति. तर्हि मयि आत्मनि पुष्पेच्छा अस्ति, मयि आत्मनि पुष्पेच्छा अस्ति इति इच्छायाः ग्रहणं मनसा क्रियते. तद् ग्रहणं कथं भवति इति एव वदतु, अन्यत् किमपि न वदतु इदानीम्. ओके, यथा घटस्य ग्रहणं चक्षुषा भवति, किम् महोदय? ध्वनिखण्डनम् अभवत्, न शृणोमि. न यथा घटस्य ग्रहणं चक्षुषा भवति, चक्षुषी क्रिया जायते खलु, तर्हि घटेन सह चक्षुः संयुक्तः भवति, तथा अत्रापि किञ्चित् वदतु अत्र अत्र कथं भवति इति. अत्र तु अनुमानमेव किल महोदय? न न प्रत्यक्षं मानसप्रत्यक्षं प्रत्यक्षज्ञानमस्ति, अनुमानं नास्ति अत्र. किं भवत्याः पुष्प इच्छा अस्ति इति अनुमानं करोति किम्? न प्रत्यक्षमेव अस्ति. हा तर्हि कथम् इति प्रतिपादयतु. इदानीं पुष्पे इच्छा इति कार्यं, कार्यं कुत्र अस्ति? कार्यं तु आत्मनि अस्ति. हा मम इच्छा, मम इच्छा पुष्पे इच्छा अस्ति इति कार्यं, तद् ज्ञानं कार्यमस्ति खलु? हा इत्युक्ते इच्छायाः ज्ञानम् अहं वदामि, इच्छायाः ज्ञानम्. पुष्पेच्छा मयि पुष्पेच्छा अस्ति इति ज्ञानम् इति ज्ञानं कुत्र अस्ति? आत्मनि अस्ति. तत्र मनः मन आत्मनोः मध्ये संयोगः भवति खलु? आं महोदय. कथं भवति संयोगः, कुत्र क्रिया जायते? मनसि एव क्रिया जायते. उत्तमं. मनः अणुपरिमाणमस्ति इति कृत्वा तत्र क्रिया जातुम् अर्हति, केवलम् आत्मा एव विभुः. तर्हि यदा मनसि क्रिया जायते अपि च मन आत्मनोः मध्ये विशेषसंयोगः अस्ति इति कृत्वा तत्र संयोगः अस्ति एव. तर्हि इदानीं मनः आत्मनि अस्ति यस्मिन् मयि पुष्पे इच्छा अस्ति इति ज्ञानमस्ति, तत्र तर्हि इदानीं पर सम्बन्धः अस्ति इति कृत्वा, साक्षात् सम्बन्धः अस्ति मन आत्मनोः मध्ये, साक्षात् सम्बन्धः अस्ति इति कृत्वा मनः इदानीम् आत्मनि अस्ति यस्मिन् कार्यमपि अस्ति इति कृत्वा अत्र कार्यकारणभावः वक्तुं शक्यते इति जातम्. बुद्धं खलु? अस्तु. तर्हि इदानीं ज्ञानानि एकत्रैव प्रश्नः अस्ति, इत्युक्ते श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण यद् ज्ञानं जायते अत्र परम्परासम्बन्धः न निरूपितुं शक्यः अस्माभिः. भवतु, किञ्चित् इतोपि अग्रे चिन्तयामः. अस्तु, इदानीं यथा घटाः उत्पद्यन्ते किन्तु एकेन घटेन सह इन्द्रियस्य संयोगः भवति चेत् तस्य विषयस्य ग्रहणम् इन्द्रियं करोति, तथा बहूनि ज्ञानानि जायन्ते इति चिन्तयामः. इत्युक्ते इदानीं यद् अस्माभिः प्रतिपादितं प्रक्रिया, या प्रक्रिया अस्माभिः प्रतिपादितं, तत्र मनः न आनीतः एव खलु. ज्ञानस्य उत्पादनार्थं मनः न आनीतः, किन्तु उत्पन्नज्ञानस्य ग्रहणार्थमेव अत्र मनः आनीतः. अस्तु, तर्हि बहूनि ज्ञानानि जायन्ते किन्तु तेषु ज्ञानेषु एकस्य ज्ञानस्य ग्रहणं मनसा क्रियते इति केवलम् अत्र चिन्तनार्थम् अहं वदन्नस्मि. वस्तुतः एतादृशं न भवति, किन्तु अत्र स्पष्टार्थम् एतादृशचिन्तनमहं कुर्वन्नस्मि. अस्तु, बहूनि ज्ञानानि जायन्ते इत्युक्ते यस्मिन् समये मम चक्षुः अपि च घटः अनयोः मध्ये सम्बन्धः अस्ति, तत्र अयं घटः इति ज्ञानम् आत्मनि जायते. अपि च यदि मम हस्तं तस्मिन्नेव समये उत्पीठिकायामस्ति चेत् उत्पीठिकायाः स्पर्शः कथमस्ति इति अपि ज्ञानं स्पर्शेन्द्रियेण, इत्युक्ते त्वगिन्द्रियेण स्पर्शस्य ज्ञानं भवति, नो चेत् उत्पीठिकायाः अपि ज्ञानं भवति इति. बहूनि ज्ञानानि एकस्मिन् क्षणे आत्मनि जायन्ते किन्तु एकस्य एव ज्ञानं मनसा गृह्यते, तर्हि तत्र बहुषु ज्ञानेषु एकेन ज्ञानेन सह एकस्य ज्ञानस्य एव ग्रहणं मनसा क्रियते इति वक्तुं शक्नुमः किं मेहुल् महोदय, भवान् किं चिन्तयति? आम् महोदय, अहं तदेव मन्ये. एक एव ज्ञानस्य ग्रहणं मनसा मनः गृह्यते, परन्तु मनः तु अतीव चञ्चलः, अतः झटिति सर्वेषां ज्ञानानां ग्रहणम् एकानन्तरम् एकं क्रमेण मनः करोति, गृह्यते. अतः अस्माकं मनसि एतत् सर्वं एकस्मिन् क्षणे एव आगच्छति इति भाति, परन्तु न महोदय, इतोपि किञ्चित् अत्र भवान् भिन्नविषये चिन्तयन्नस्ति. अस्तु, अत्र इदानीं सन्दर्भः एवम् अस्ति इति चिन्तयतु. मम पुरतः शतघटाः सन्ति, किन्तु एकस्य घटस्य एव अयं घटः, एकस्य एव घटस्य दर्शनं मया क्रियते इति चिन्तयतु. अस्तु, यद्यपि शतघटाः सन्ति, अयं घटः इति एकस्य एव घटस्य ज्ञानं मयि किमर्थं जायते, न तु सर्वेषां घटानां ज्ञानं किमर्थं न जायते? मनः तु एकस्य मनः इति त्यजतु इदानीम्. अस्तु, मम पुरतः शतघटाः सन्ति, चक्षुज्ञानं जायते. तर्हि चक्षुषा एक एव घटेन सह चक्षोः सम्बन्धः भवति, संयोगसम्बन्धः भवति. अतः एव एकस्य घटस्यैव ज्ञानं भवति. समीचीनम् इति अस्ति खलु. यद्यपि मम पुरतः शतघटाः सन्ति, किन्तु येन घटेन सह मम चक्षुषः संयोगः जायते तस्यैव घटस्य ग्रहणं भवति, तस्यैव घटस्य ज्ञानं भवति इति अस्माभिः उक्तं खलु. एवम् इदानीं मम आत्मनि बहूनि ज्ञानानि सन्ति, यथा शतघटाः सन्ति शतज्ञानानि सन्ति अस्मिन् क्षणे. तेषु एकस्य ज्ञानस्य एव मनः गृह्यते इति वक्तुम् उपायः अस्ति किम्? तत्र मनः किं कथम् एक एव ज्ञानस्य ग्रहणं करोति इति कथं वक्तव्यम् इति क्लेशः अस्ति खलु. किमर्थम् इत्युक्ते आत्ममनयोः संयोगः अस्ति. किन्तु पूर्वस्मिन् उदाहरणे यद्यपि शतघटाः सन्ति, किन्तु तेषु एकेन घटेन सह एव संयोगः अस्ति. किन्तु अत्र एकः अत्र अत्र मनः अपि च आत्मा अनयोः मध्ये इत्युक्ते एकेन आत्मना सह एव मनसः संयोगः भवति खलु वस्तुतः. तर्हि आत्ममनसंयोगः इति वदामश्चेत् एक एव आत्मा इति स्वीकर्तुं शक्यते. एकेन आत्मना सह एव मनसः संयोगः जायते इति कृत्वा, तर्हि तस्मिन् आत्मनि बहूनि ज्ञानानि सन्ति चेत् कस्य ग्रहणं भवति इति क्लेशः अस्ति. अस्तु, तर्हि इतोपि किञ्चित् चिन्तनं कुर्मः. अस्तु, अत्र शतघटाः इति त्यजतु, एकः एव घटः अस्ति इति चिन्तयतु. तस्मिन् घटे सप्तरूपाणि सन्ति इति चिन्तयतु. इत्युक्ते अधोभागे रक्तरूपमस्ति, तदनन्तरं नीलरूपमस्ति, तदनन्तरं पीतरूपमस्ति, तदनन्तरं हरितरूपमस्ति इति सप्तरूपाणि सन्ति इति चिन्तयतु. इदानीम् एकः घटः अस्ति, घटे कानि रूपाणि सन्ति इति यदि अहं पृच्छामि, भवान् कथं वदति उत्तरम्? अहं प्रथमं तु चक्षुषा एक एव रूपस्य संयोगः संयोगः कथं रूपः इति गुणः खलु, तर्हि चक्षुषा एक एव रूपं दृश्य प्रथमम् अहं पश्यामि, अनन्तरं गणनां करोमि एकं द्वे त्रीणि इति, तद् गणनं कृत्वा एव वदामि तत्र सप्त रूपाः सन्ति इति। तत्र सम्बन्धः वदतु, इदानीं चक्षुः अपि च रूपम् अनयोः मध्ये सम्बन्धः कः? सम्बन्धः तर्हि रूपं तु समवायसम्बन्धेन घटे अस्ति, पुनः घटः संयोगसम्बन्धेन चक्षुषा भवति, चक्षुः भवति, अतः स्वरूपं तु स्वसमवायी संयुक्तसम्बन्धेन चक्षुषा आगच्छति। अस्तु, स्वसमवायीसंयुक्तसम्बन्धः रूपचक्षुषोः मध्ये खलु? आम् सत्यम्। अस्तु, किन्तु इदानीं समवायी अस्ति घटः, तर्हि यदि चक्षुषः संयोगः घटेन सह भवति इति वदामः, तर्हि घटे विद्यमानसर्वाणि रूपाणि गृह्येत खलु? किमर्थम् एकस्य एव रूपस्य ग्रहणम्? पुनः तदेव बहवः रूपाणि यदि घटे सन्ति चेत् तेषां सर्वेषाम् एकस्मिन् क्षणे एव कथं ग्रहणं भवति? कथं न भवति, वस्तुतः न भवति खलु? वस्तुतः न भवति, तदेव तदेव अनुभवसिद्धं, किन्तु तादृशं प्रक्रिया वक्तव्यमस्ति। हा तदेव, तत्रापि किञ्चित् क्लेशः भवति, कथं ये सर्वे रूपाणि समवायसम्बन्धेन घटे सन्ति तेषाम् एकस्मिन् क्षणे एव चक्षुषा सम्बन्धः कथं भवति? अस्तु, अन्येषां चिन्तनमस्ति किम् अत्र? महोदय, अहं चिन्तयामि यस्य मानसप्रत्यक्षम् अपि भवति तस्य एव ग्रहणं भवति इति। मानसप्रत्यक्षम् अपि भवति इत्युक्ते किम्? इन्द्रियेण सह मनः अपि अस्ति चेत् एव अस्य प्रत्यक्षं भवति इति। न न, इन्द्रियेण सह मनः अस्ति, इदानीम् अत्र सप्तरूपाणि सन्ति, किमर्थं सप्तानां रूपाणां ग्रहणम् एकस्मिन् समये न जायते? मनः तत्र अस्ति खलु? मनः तत्र अस्ति, परन्तु मनसा सर्वेषां ग्रहणं न कर्तुं शक्यते इति चिन्तयति। किमर्थं वदतु, किमर्थम् इति वदतु, इति चिन्तयति चेत् किमर्थम्? अपि च मनः विषयः द्वयोः मध्ये सम्बन्धः भवति किम्? न भवति, मनः तर्हि मनः कुत्र आगच्छति प्रक्रियायां? मन आत्मनोः मध्ये एव संयोगः भवितुम् अर्हति खलु? मनः अपि च घटः अनयोः मध्ये सम्बन्धः भवितुमर्हति किम्? अत्र संयोगः न भवति घटेन सह। अत्र इत्युक्ते यत्र कुत्रापि न भवति, मनसः संयोगः केवलम् आत्मना सह एव भवति। अस्तु, तर्हि मनसः विषये इदानीमपि न चिन्तयतु, किञ्चित् सोपानेन चिन्तयन्तः स्मः। अद्य पूर्णं भवति अस्य चिन्तनस्य। अस्तु, अन्येषां चिन्तनमस्ति किम्? महोदय, मम प्रश्नः अस्ति, केवलम् एकस्य एव घटस्य वा तत्र केवलं घटस्य एव ग्रहणं भवति इति कथं वक्तुं शक्नुमः? चक्षुषा इदानीं घटः भूतले अस्ति इति उदाहरणं स्वीकुर्मश्चेत् तत्र भूतलस्य अपि, महोदय इदानीं भिन्न उदाहरणं मा अत्र प्रकृत उदाहरणे कृपया चिन्तयतु। घटे एकस्मिन् घटे सप्तरूपाणि सन्ति, ते सर्वे समय तत्र समयसम्बन्धेन घटे अस्ति। सत्यम्, इदानीं चक्षुः घटयोः मध्ये सम्बन्धः उक्तः। सत्यं, तर्हि यदि प्रश्नः बुध्यते किं, चक्षुघटयोः मध्ये यदा सम्बन्धः वदामः तदा सप्तरूपाणि अपि घटे समवायसम्बन्धेन अस्ति इति कृत्वा एकस्मिन्नेव समये सप्तरूपाणां ग्रहणं किमर्थं न स्यात्? कानि रूपाणि सन्ति इति चेत् दृष्ट्वा वदामि इति भवान् पुनः पुनः दृष्ट्वा वदति खलु, अस्तु अधोभागे अत्र रक्तरूपमस्ति, तस्मादुपरि पीतरूपमस्ति, तस्मादुपरि हरितरूपमस्ति इति वदति खलु. यावन्तः तत्र रूपाणि चक्षुषा गृह्यते तावन्तः वर्तमानकाले इदानीं तदनन्तरम् अन्तिम अग्रिमक्षणे अन्य वर्णं दृष्ट्वा एव वक्तुं शक्नुमः. एकस्मिन् क्षणे इत्येव इतोपि किञ्चित् वक्तव्यम् इत्युक्ते घटचक्षुषोः मध्ये संयोगः जातः इति स्वीकुर्मश्चेत् तत्र क्लेशः अस्ति. Okay, so basically if one moment we see, we perceive one color and after next moment we perceive another color and count, then only we are seeing. That is the point. Correct. No, that is the anubhavasiddha. Tadrishameva bhavati ikanu. Tasya pratipadanam karaniyam. Tadrisha prakriya vaktavyasthi. Mahamanitra katasya bahavaha avayavaha santi. उत्तमं. सर्वे अवयवाः एकस्मिन् एव क्षणे न दृश्यते अथवा तस्य ग्रहणं न भवति. उत्तमं इति वक्तव्यं, तदेव वार्ता. इत्युक्ते चक्षुः घटेन सह संयुक्तः इति नास्ति, घटस्य एकेन भागेन सह संयुक्तः. तादृशं घटस्य भवितुम् अर्हति. किमर्थम् इत्युक्ते सावयवः अस्ति घटः. घटस्य अवयवाः भवितुमर्हति खलु इति कृत्वा एकेन अवयवेन सह यदा संयोगः जायते तस्मिन् अवयवे विद्यमानरूपस्य ग्रहणमेव चक्षुः करोति. शिरमहोदय बुद्धं किम्? अवगतं महोदय, अवगतं. हा इति घटविषये यद्यपि एकस्मिन् घटे सप्तानि रूपाणि एकस्मिन्नेव समये सन्ति तथापि एकस्य एव स्वरूपस्य ग्रहणं कथं स्यात् तदेव अनुभवसिद्धं. दृष्ट्वा एव वदामः अत्र घटे कति रूपाणि सन्ति इति चेत् एकनिमिषं भोः दृष्ट्वा वदामि इति चेत् तत्र अधोभागे रक्तरूपमस्ति, तस्मात् उपरि पीतरूपमस्ति, तस्मात् उपरि हरितरूपमस्ति, तस्मात् उपरि श्वेतरूपमस्ति इति यथा क्रमेण वदामः तर्हि सम्पूर्णघटेन सह चक्षुषः संयोगः न जातः अपि च रूपेण सह संयोगः न भवितुमर्हति. किमर्थमित्युक्ते रूपं समवायसम्बन्धेन द्रव्ये अस्ति, चक्षुरिन्द्रियं द्रव्यमस्ति इति कृत्वा संयोगः एव भवितुमर्हति, न तु अत्र रूपेण सह साक्षात् सम्बन्धः न भवितुमर्हति. तर्हि यस्मिन् अत्र एकेन भागेन सह संयोगः अस्ति इति तत्र वक्तुं शक्यते. प्रक्रिया किञ्चित् भिन्नरीत्या वक्तुं शक्यते. किमर्थं घटे घटः सावयवः अस्ति, घटः कार्यम् कपालद्वयसंयोगे एनैव संयोगेन एव घटः जायते. अपि च कपालः स्वयम् अवयवी अस्ति, कपालिकायाः संयोगेन एव कपालः जायते इति कृत्वा तत्र बहवः अवयवाः सन्ति इति कृत्वा येन अवयवेन सह चक्षुषः संयोगः जायते तस्मिन् अवयवे विद्यमानरूपेण सह स्वसमवायिसंयुक्तसम्बन्धः जायते इति कृत्वा एकस्य एव रूपस्य ग्रहणं भवति तत्र. किन्तु इदानीम् अस्माकं प्रकृत उदाहरणं प्रति आगच्छेम. यदि आत्मनि बहूनि ज्ञानानि सन्ति, यथा एकस्मिन् घटे बहूनि रूपाणि सन्ति तथा आत्मनि बहूनि ज्ञानानि सन्ति एकस्मिन् क्षणे इति चिन्तयतु. अपि च आत्ममनसंयोगः जातः. किन्तु यदि आत्मनि अवयवाः सन्ति तर्हि यत् येन अवयवेन आत्मावयवेन सह मनसः संयोगः जातः तस्मिन् अवयवे समवेतं यद् ज्ञानं तस्य ग्रहणं करोति इति वक्तुं शक्नुमः. किन्तु आत्मा एकः अस्ति इत्युक्ते तस्य अवयवः एव नास्ति. आत्मा नित्यः अस्तु, एकः इति नास्ति, बहवः आत्मानः अङ्गीकृतः, किन्तु आत्मा नित्यः अपि च विभुपरिमाणमस्ति इत्युक्ते आत्म अवयवाः न सन्ति. तर्हि अत्र यदा आत्मना सह मनसः संयोगः वदामः तर्हि सम्पूर्ण आत्मना सह अत्र मनसः संयोगः इति स्वीकर्तव्यम्. यद्यपि मनसः परिमाणम् अणुपरिमाणम्, आत्मनः परिमाणं विभुपरिमाणं, तथापि मनसः अवयव अभावात् आत्मनः अवयव अभावात् तत्र कथञ्चित् अवगन्तुं किञ्चित् क्लिष्टमस्ति. सामान्यतया अस्य अवगमनं न करणीयम्. अणुपरिमाणमस्ति, महत्परिमाणं परममहत्परिमाणमस्ति, कथं वा अत्र सम्पूर्ण इति चेत् तत्र क्लेशः भवत्येव, अवगमने क्लेशः भवत्येव, क्लिष्टकरमस्ति. किन्तु तत्र अवगमनं तावत् न कुर्मः इत्युक्ते तावत् चिन्तनं न कुर्मः. भवतु, अत्र विभुपरिमाणमस्ति आत्मा, किन्तु तस्य अवयवः नास्ति. अणुपरिमाणमस्ति मनः, तस्य अवयवः नास्ति. तथापि आत्ममनयोः मध्ये संयोगः भवति, द्वयमपि द्रव्यम् इति कृत्वा तादृशम् इत्युक्ते तत्र आत्मा आत्मना सह तस्य संयोगः जातः इति वदामश्चेत् आत्मनि यानि ज्ञानानि सन्ति तेषां सर्वेषां ज्ञानानां ग्रहणं मनसा क्रियेत एव, अनिवार्यमस्ति. यु केनाट् से एनिथिङ्ग् एल्स्. यु हाव् टु अड्मिट् दट् सर्वाणि ज्ञानानि मनसा गृह्येत इति आपत्तिः अस्ति. किन्तु तादृशं न भवति यथा इदानीम् अस्माभिः प्रतिपादितं, तत्र तादृशं न भवति इति कृत्वा, अपि च श्रोत्रेन्द्रियं यत्र शब्दज्ञानं शब्दप्रत्यक्षं कथं भवति इत्यत्रापि क्लेशः अस्ति इति कृत्वा विषयः साक्षात् आत्मनि येन केनापि सम्बन्धेन आनयामश्चेत् तत्र बहूनां ज्ञानानाम् उत्पादनम् एकस्मिन् क्षणे भवितुम् अर्हति इति क्लेशः अस्ति इति कृत्वा अस्माभिः किं कर्तव्यं, मध्ये मनः आगन्तव्यम् अस्ति. तर्हि मनः मनसः आगमनं कुर्मश्चेत् इदानीं कथं भवति प्रक्रिया इति चिन्तयामः. तर्हि मनः विना ज्ञानं न जायते. मनः कुत्रचित् परम्परायां कुत्रचित् भवेत् इति नियमः अस्ति. तर्हि तादृशनियमः स्वीकुर्मश्चेत् यः क्लेशः अस्माभिः अनुभूतः तत् अपगच्छति वा इति द्रष्टव्यम्. अस्तु, कः पश्यति? अस्तु, रमेश महोदय, भवान् चिन्तयति किं? तर्हि इदानीं चक्षुर्प्रत्यक्षं पुनः चिन्तयामः. चक्षुप्रत्यक्षं कथं भवति इति. आं महोदय. हा, घटः अस्ति, चक्षुः तैजस्य इन्द्रियमस्ति, तर्हि तत् घटं प्रति गन्तुं तत् घटं प्रति गन्तुं शक्यते. चक्षुः घटं प्रति गत्वा तत् पश्यति. यदा तस्य चक्षु घटसंयोगः भवति, तदनन्तरं मनः चक्षुषोः संयोगः भवति. मनः वयं जानीमः, मनः वेगेन शरीरे सर्वत्र गन्तुं तस्य सः मनः गन्तुं शक्यते, तर्हि मनः चक्षुषा यत्र अस्ति तत्र गच्छति, तस्य संयोगः मनश्चक्षुषयोः संयोगः भवति, आत्मनः मनः संयोगः सर्वदा अस्ति, अतः विशेषसंयोगः अस्ति तत्र, तर्हि घटस्य यत् ज्ञानं मनः यद् ज्ञानं जनयति तत् आत्मनि आगच्छति। तर्हि परम्परासम्बन्धः कः? संयोग स्वसंयोग अत्र एवं वदतु, संयुक्त इति भवान् मनसि किमपि चिन्तयित्वा वदति, किन्तु स्व इति घटः, स्वसंयुक्तः कः? स्व इति घटः, स्वसंयुक्त इति चक्षुः, स्वसंयुक्त इति मनः, स्वसंयुक्त इति आत्मा। उत्तमम्। तेन इदानीं घटः आत्मनि अस्ति, यस्मिन् आत्मनि अयं घटः इति ज्ञानमपि अस्ति, सामानादिकरणं सम्पादितं, कार्यकारणभावः निरूपितः, अपि च तस्य ज्ञानस्य ग्रहणमपि मनसा क्रियते। भवतु, तदनन्तरं पश्येम, किन्तु इदानीं ज्ञानस्य जनकः भवति मनः, मनः विना ज्ञानं न जायते खलु, तत्र मध्ये मनः भवेत्। स्वसंयुक्त स्व इति घटः, स्वसंयुक्तः चक्षुः, स्वसंयुक्तसंयुक्तः मनः चक्षुषा, मनः संयोगः अस्ति इति कृत्वा, पुनः स्वसंयुक्तसंयुक्तसंयुक्त इति आत्मा, मन आत्मनोः मध्ये संयोगः अस्ति इति कृत्वा, बहु समीचीनम्। अस्तु, इदानीं भवानेव वदतु, घटे विद्यमानरूपम् एकमेव रूपम् इति अस्ति, चिन्तयतु, नीलरूपं, तस्य ग्रहणं स्व इत्युक्ते रूपं, स्वसमवायि इत्युक्ते घटं, स्वसमवायि संयुक्त इत्युक्ते चक्षुः, स्वसमवायि संयुक्त इत्युक्ते मनः, स्वसमवायि संयुक्त इत्युक्ते आत्मा। उत्तमम्। तर्हि अनेन स्वसमवायि संयुक्तसंयुक्तसंयुक्तत्वसम्बन्धेन रूपम् आत्मनि आगतम्, कार्याधिकरणे आगतम्। अस्तु, तर्हि पुनः चिन्तयामः, कः वदति? मेहुल् महोदय, त्वक् त्वगिन्द्रियज्ञानम्, अयं घटः इति ज्ञानम्, अयं घटः मृदुः, मृदुस्पर्श, अतः मृदुस्पर्शनम् अस्ति इति चिन्तयतु, द्वयमपि वदतु, प्रथमं घटः, अयं घटः इति ज्ञानं, त्वगिन्द्रियेण, त्वगिन्द्रियेण, तर्हि अयं घटः इति ज्ञानं, घटे क्रिया नास्ति अधुना, केवलं हस्ते क्रिया अस्ति, तर्हि स्व इति घटः, अत्र घट हस्तं त्यजामः, किमर्थमित्युक्ते हस्ते त्वगिन्द्रियमस्ति खलु, तर्हि हस्ते क्रिया जायते, त्वगिन्द्रिय अपि क्रिया जायते। अस्तु अस्तु, तर्हि स्व इति घटः, स्वसंयुक्त इति त्वगिन्द्रियं, स्वसंयुक्तसंयुक्त इति मनः, स्वसंयुक्तसंयुक्तसंयुक्त इति आत्मा, अतः पुनः स्वसंयुक्तसंयुक्तसंयुक्तत्वसम्बन्धेन घटः आत्मनि जायते, आत्मनि भवति। उत्तमं। तर्हि अत्र मनः, मनसि क्रिया जातः, इदानीं मनः कुत्र अस्ति इति चेत् त्वगिन्द्रिये, हस्ते विद्यमानत्वगिन्द्रिये मनः अस्ति, तर्हि तत्र क्रिया जायते इति कृत्वा इदानीम् अत्र संयोगः सर्वत्र भवत्येव। अस्तु, तर्हि अस्मिन् प्रक्रियायाम्, अस्यां प्रक्रियायां क्रियाद्वयमुक्तं, त्वगिन्द्रिये अपि क्रिया जायते इति अस्माभिः स्वीकृतं, मनसि अपि क्रिया जातः इति अस्माभिः स्वीकृतम्. अस्तु, इदानीं घटे विद्यमानं मृदुता, मृदुस्पर्शः, स्पर्शस्य ज्ञानं. मृदुस्पर्शस्य ज्ञानम् अस्तु. अहं मन्ये मृदुस्पर्शः इति गुणः, अतः तत् समवायिसम्बन्धेन घटे अस्ति, अतः मृदुस्पर्शः इति स्वसमवायि इति घटः, स्वसमवायिसंयुक्त इति त्वगेन्द्रियं, स्वसमवायिसंयुक्तसंयुक्त इति मनः, पुनः स्वसमवायिसंयुक्तसंयुक्तसंयुक्तः इति मनः आत्मा. अतः स्वसमवायिसंयुक्तसंयुक्तसंयुक्तत्वसम्बन्धेन मृदुस्पर्शः आत्मनि भवति. उत्तमं, घटे विद्यमानमृदुस्पर्शः आत्मनि जातः. तर्हि अत्र पश्यन्तु, स्वसमवायिसंयुक्तसंयुक्तसंयुक्तत्वसम्बन्धेन यत्र यत्र संयुक्त इति वदामः तत्र क्रिया भवेत्, क्रिया भवेत्, क्रियया एव संयुक्तसंयोगः जायते. अपि च संयोगः द्विनिष्ठः इति कृत्वा एकस्मिन् क्रिया जायते चेत् पर्याप्तम्. इत्युक्ते अत्र पश्यन्तु, स्वसमवायिसंयुक्तः इति किं, स्वसमवायी इति घटः, घटे क्रिया न जातः, किन्तु स्वसमवायिसंयुक्तः इति कः, त्वगिन्द्रियम् अस्ति खलु, त्वगिन्द्रिये क्रिया जाता इति कृत्वा यद्यपि घटे क्रिया न जाता तथापि तत्र घटे संयोगः भवत्येव. तर्हि स्वसमवायिसंयुक्तः इदानीं त्वगिन्द्रियं, तेन संयुक्तः अस्ति मनः इति कृत्वा मनः, यद्यपि मनः अस्तु, मनः अपि तत्र संयोगः जायते, क्रिया जायते इति कृत्वा मनः इदानीं यत्र त्वगिन्द्रियमस्ति तत्र आगत्य संयुक्तः अभवत्. तदनन्तरं पुनः संयुक्तः, तत्र संयुक्तः कः, आत्मा. आत्मनि क्रिया न जायते, किन्तु मनसि क्रिया जायते इति कृत्वा पर्याप्तम्. बहु समीचीनम्. अस्तु, इदानीं रसनेन्द्रियं चिन्तयामः, घ्राणेन्द्रियम्. अस्तु, घ्राणेन्द्रियं श्रीराम महोदय, भवान् चिन्तयतु घ्राणेन्द्रियम्. तत्र सुगन्धः, गन्ध एव गृह्यते घ्राणेन्द्रियेण. तत्र पुष्पस्य ग्रहणं न करोति इति कृत्वा तत्र स्व इति गन्धः, स्वसमवायि अस्ति पुष्पकणाः, स्वसमवायि संयुक्त इति घ्राणेन्द्रियं, स्वसमवायि संयुक्त. तदनन्तरं इति घ्राणेन्द्रियं नास्ति, क्रिया. यत्र संयोगः इति वदति तत्र क्रिया वदवक्तव्यम्. स्व इति गन्धः, स्वसंयुक्तः इति पुष्पकणाः. तदनन्तरं पुष्पकणेषु तत्र क्रिया भवति खलु, कथं तत्र वायुना तत्र ते आगच्छन्ति खलु, तर्हि तत्र वायुः वक्तव्यं खलु, वायुः एव क्रिया अस्ति. अस्तु, तत्र स्वसमवायि संयुक्त, तत्र वायु स्वीकृत्य संयुक्त, तन्त्रं वायु घ्राणेन्द्रियेण सह संयुक्त इति कृत्वा समवायि संयुक्त संयुक्त, तदनन्तरं घ्राणेन्द्रियं मनसा संयुक्तः अस्ति इति कृत्वा तत्र स्वसमवायि संयुक्त संयुक्त संयुक्तसम्बन्धः, पुनः मन आत्मना सह संयुक्त इति कृत्वा सः समवायि संयुक्त संयुक्त संयुक्त संयुक्तसम्बन्धेन आत्मनि अस्ति. उत्तमं, बहु उत्तमम्. अत्र ग्राणेन्द्रिये यदा कदापि क्रिया न जायते इत्युक्ते, अस्तु, वस्तुतः यदि अहम् अस्माकं मुखं तत्र पुष्पं प्रति आनयामश्चेत् तत्र इदानीं नासिकायां क्रिया जायते इति कृत्वा ग्राणेन्द्रिये अपि क्रिया भवितुमर्हति, भवतु. किन्तु एतादृशं चिन्तनीयं, यत्र यत्र संयुक्त इति पदं प्रयोगं कुर्मः सम्बन्धे तत्र कुत्रचित्. बहु समीचीनम्. अस्तु, इदानीं रसनेन्द्रियं वदतु. रसज्ञानं, सत्यभामा भगिनी. आं महोदय, रसनेन्द्रिय रसज्ञानं रसनेन्द्रियेण समवायेन अस्ति माधुर्यं गुडे. इदानीं गुडः यदा तावदेव वक्तव्यं, स्व इति माधुर्यं, तदनन्तरं स्वम् इति माधुर्यं, स्वेन समवायः अस्ति गुडः. गुडः इदानीं रसनेन्द्रिये अस्ति संयोगः, स्वेन संयुक्तः रसनेन्द्रियः. रसनेन्द्रिय इदानीं मनसि. भगिनि अत्र किञ्चित् इतोपि स्पष्टतया वदतु. प्रथमं स्वम् इति माधुर्यं, स्वसमवायी गुडः, तदनन्तरं स्वसमवायी संयुक्तः किं? रसनेन्द्रियम्. हा, तर्हि तत्र संयुक्तः इति पदं प्रयोगं कुर्मश्चेत् क्रिया वक्तव्यं खलु? कुत्र क्रिया जाता इदानीं? गुडे क्रिया जायते, अतः इदानीं रसनेन्द्रिये आगच्छति. सत्यं, तर्हि तादृशं वदतु. यत्र यत्र संयोगः इति वदामः, संयुक्तः इति वदामः, तत्र क्रिया वक्तव्यं. तर्हि स्वम् इति माधुर्यं, स्वसमवायी गुडः, गुडे यदा क्रिया जायते तदा स्वसमवायी संयुक्त रसनेन्द्रियं भवति. अस्तु, रसनेन्द्रियम् आगतं, तदनन्तरं रसनेन्द्रियम् इन्द्रियमस्ति, तेन मनसा सह संयोगः भवति. कथं क्रिया? यत्र यत्र संयुक्तः अस्ति तत्र क्रिया वक्तव्यम्. अत्र कस्मिन् क्रिया अस्ति? मनसि क्रिया अस्ति. मनसि क्रिया जायते इत्यतः मनसः मध्ये, मनसोः मध्ये इदानीं संयोगः जातः. यदा पुनः आत्ममनोः मनसोः अपि क्रिया जायते अत्र. यदा मनसि क्रिया जायते अत्र विशेषसंयुक्तः अस्ति, संयोगः अस्ति, अतः संयुक्तः भवति. इदानीं मा स्वसमवायि संयुक्त संयुक्त संयुक्तत्वसम्बन्धेन आत्मनि माधुर्यम् अस्ति. उत्तमम् इति ज्ञानं समीचीनम्. अस्तु, इदानीं रमेश महोदय, श्रोत्रेन्द्रियम् अयं घटः इति शब्दप्रत्यक्षम्. अयं घटः इति शब्दं तत् स्वसमवायेन आकाशे अस्ति. स्वसमवायेन आकाशे अस्ति, स्वसमवाये संयुक्तेन मनः मने अस्ति. आकाशे इति आकाशे इन्द्रियम् अपि आकाशे अस्ति. तर्हि श्रोतेन्द्रियम् श्रोतेन्द्रियमपि आकाशस्य भागम् आकाशम् अस्ति. श्रोतेन्द्रियम् आकाशीय इन्द्रियमस्ति. तर्हि तत् विभुः अस्ति. तर्हि यदा शब्दं समवायसम्बन्धेन आकाशे वर्तते तदा मनः श्रोत्रेन्द्रियसंयोगः भवति. तदा तत्र मनः मनसि क्रिया अस्ति, तर्हि तत् संयोगः भवितुम् अर्हति. स्वसमवाय संयुक्तसम्बन्धेन शब्दः मनसि आगच्छति. आत्ममनयोः संयोगः अस्ति, आत्ममनसोः मनसोः संयोगः अस्ति. तर्हि स्वसमवायि संयुक्तसम्बन्धेन अयं घटः इति ज्ञानम् आत्मनि भवति. उत्तमम्. शब्दः आत्मनि आगतः स्वसमवायी संयुक्तसंयुक्तत्वसम्बन्धेन. अस्तु, इदानीम् अन्तिम पुष्पेच्छा इत्यस्मिन् विषये चिन्तनं कुर्मः. वर्षा भगिनी. हा महोदय, पुष्पे इच्छा इति इच्छा गुणः गुणसमवाय स्व इत्युक्ते अत्र इच्छा स्वसमवायी सम्बन्धेन मनसि स्वसमवायि आत्मनि स्वसमवायि संयुक्तसम्बन्धेन आत्ममनसंयोगेन इच्छा आत्मनि जायते. न न अत्र पुनः चिन्तयतु, किञ्चित् भिन्नरीत्या अत्र चिन्तनीयमस्ति. इच्छा तु आत्मनि एव जायते, अत्र इन्द्रियमस्ति मनः, केन सम्बन्धेन जायते? आत्ममनसि संयोगेन जायते. अस्तु, इच्छायाः कारणं किम्? इच्छायाः कारणं ज्ञानम्. ज्ञानमपि आत्मनि भवति, अतः तर्हि अत्र मनसंयोगः यदा भवति तदा एव इच्छा जायते वा? जातमान इच्छायाः ग्रहणं मनः क्रियते वा? अत्र आत्ममनसंयोगः अस्ति एव सर्वदा खलु? अत्र सोपानेन चिन्तयामः. इत्युक्ते बहूनि ज्ञानानि आत्मनि भवन्ति, सर्वाणि ज्ञानानि क्षणात्मकानि सन्ति, तेन संस्कारः उत्पद्यते. किन्तु यानि ज्ञानानि आत्मनि भवन्ति तैः ज्ञानैः इच्छा जायते इति नास्ति. कुत्रचित् एव इच्छा जायते खलु, केषुचित् ज्ञानेषु एव इच्छा जायते. किन्तु ज्ञानं विना इच्छा न भवति, किन्तु ज्ञानम् अस्ति चेत् इच्छा भवति इति नियमेन नास्ति. व्याप्यव्यापकभावः अस्ति खलु तयोः मध्ये. हा, मयि घटज्ञानमस्ति, पटज्ञानमस्ति, पुष्पज्ञानमस्ति, किन्तु पुष्पे एव इच्छा जायते, न तु घटे, न तु वा पटे इति कृत्वा ज्ञानम् इच्छायाः कारणम्. किन्तु अत्र मनः अस्ति इति कृत्वा तत् इच्छा जायते चेत् मनसा गृह्यते तद् ज्ञानं. कथं गृह्यते इति चेत् इदानीम् आत्ममनयोः मध्ये संयोगः अस्ति, स च संयोगः नित्यः अस्ति इति कृत्वा, विशेषसंयोगः नित्यः अस्ति, नित्यः इति न वक्तव्यं खलु. मनसि यदा क्रिया जायते तदा एव संयोगः भवति. तर्हि आत्ममनसंयोगः जायते, अनित्यमस्ति वस्तुतः, किन्तु यदा संयोगः जायते तदा आत्मनि जायमानस्य आत्मनि विद्यमानस्य इच्छा गृह्यते इति वक्तव्यं वा? नो चेत् अत्र इतोपि किञ्चित् चिन्तनीयं वा? इच्छा कथं जायते इति चिन्तनीयम्, इतोपि किञ्चित् चिन्तनीयमिति भाति मम. ज्ञानं विना इच्छा न जायते तत्तु सत्यं, किन्तु ज्ञानम् अस्ति चेत् इच्छा निश्चयेन भवति इति नास्ति. तर्हि कस्मिन् विषये इच्छा जायते इति चेत् यस्मिन् विषये रागः अस्ति, रागद्वेष इति उक्तं खलु, यस्मिन् विषये रागः अस्ति तस्मिन्नेव विषये इच्छा जायते. रागः नास्ति चेत् इच्छा न जायते. तर्हि रागस्य विषयः, रागः अपि स विषयकः अस्ति. मम रागः अस्ति चेत् कस्मिन् विषये इति प्रश्नः. तर्हि पुष्पे रागः अस्ति इति वदामि चेत् ज्ञानं पुष्पे अस्ति, रागः अपि पुष्पे अस्ति. ज्ञानं विना अत्र इच्छा न जायते, किन्तु रागं विनापि इच्छा जायते किम्? अहं केवलम् उच्चैः चिन्तयन् अस्मि. न जायते, न जायते. तर्हि ज्ञानमपि अपेक्षितमस्ति, रागः अपि अपेक्षितमस्ति. एकस्मिन् विषये ज्ञानमस्ति, रागः अस्ति चेत् तत्र इच्छा जायते इति वक्तव्यम्. किन्तु इच्छा जायते, इच्छायाः ज्ञानं कथं भवति? इच्छा अपि च ज्ञानं द्वयमपि भिन्नमस्ति खलु? इच्छा भिन्नमस्ति, ज्ञानं भिन्नमस्ति. तर्हि इच्छायाः ज्ञानम् अपि भिन्नं भवेत् खलु. इच्छायाः ज्ञानं भिन्नं भवेत् किन्तु ज्ञानस्य ज्ञानं भिन्नं भवेत् वा न वा? भिन्नं भवेत्. प्रतिपादयतु. ज्ञानस्य ज्ञानं बहुविधानि सन्ति. यत् ज्ञानस्य ज्ञानं जायमानः अस्ति तत् पृथक् कृत्वा मनः गृह्यते किल. अतः एव सुखदुःख इच्छा क्लेश. अत्र इच्छा इति भिन्नगुणः अस्ति, आत्मगुणः. ज्ञानम् इति भिन्नगुणः अस्ति. तर्हि इच्छा अपि ज्ञानस्य विषयः भवितुमर्हति. यथा घटः घटविषयकज्ञानम् इति वदामः तथा इच्छाविषयकज्ञानं पुनः इच्छायाः अपि विषयः अस्ति. इच्छायाः विषयः कः? पुष्पं. किन्तु मयि पुष्पेच्छा अस्ति इति ज्ञानस्य विषयः कः? इच्छा, न तु पुष्पं. किन्तु इच्छा अस्ति. तर्हि ज्ञान इच्छयोः मध्ये भेदः अस्ति. किन्तु मयि पुष्पेच्छा अस्ति न, अत्र ज्ञानं मयि घटज्ञानमस्ति इति ज्ञानम् अस्तु. तत्रापि भेदः भवति एव खलु. इत्युक्ते ज्ञानस्य ज्ञानं ज्ञानस्य विषयः विद्यते. अयं घटः इति ज्ञानस्य विषयः घटः अस्ति. मयि अयं ज्ञानम् अस्ति इत्यस्य ज्ञानस्य विषयः अस्ति अयम् अयं घटः इति ज्ञानं खलु इति कृत्वा तर्हि ज्ञानस्य विषयः ज्ञानं भवितुमर्हति. यथा इच्छाया ज्ञानस्य विषयः इच्छा भवितुमर्हति तथा ज्ञानस्य विषयः भिन्नज्ञानं भवितुमर्हति इति जातम् एतावत्. अस्तु, तर्हि अत्र इतोपि किञ्चित् चिन्तनीयम् इति भाति. इत्युक्ते इच्छायाः इच्छा जातुं मनसः आवश्यकता अस्ति वा? मनसः विना इच्छा न जायते वा? यथा घटज्ञानं मनः विना न जातः जायते इति अस्माभिः इदानीं प्रतिपादितं. मनः अपि अत्र परम्परासम्बन्धे भवेत्. यदि मनसः इन्द्रियेण सह तस्य संयोगः न भवति तदा ज्ञानमेव न उत्पद्यते इति कृत्वा एव यदा वयं सुषुप्तौ स्मः तत्र मनः लीनः जातः. लीनं जातं मनः इति नपुंसकलिङ्गं. मनः लीनं जातम् इति कृत्वा यद्यपि मम शरीरः मम शरीरम् अपि च भूतलम् अनयोः मध्ये सम्बन्धः अस्ति. इत्युक्ते त्वगिन्द्रियमस्ति भूतलेन सह तत्र सम्बन्धः अस्ति. शीतस्पर्शः त्वगिन्द्रियेण अनुभूतः अस्ति. किन्तु शीतस्पर्शः इति ज्ञानं भूतलं शीतस्पर्शवत् इति ज्ञानम् आत्मनि किमर्थं न जायते इति कृत्वा मध्ये मनः नास्ति. किन्तु तत्र शीतस्पर्श ज्ञान इन्द्रियं भिन्नमस्ति त्वगिन्द्रियम्. तेन सह मनसः यदा संयोगः जायते तदा एव ज्ञानं प्राप्यते. ज्ञानम् उत्पद्यते, प्राप्यते इति नास्ति, उत्पद्यते इति अस्माभिः अधीतं. किन्तु इदानीम् अत्र इन्द्रियम् एकमेव, इत्युक्ते भिन्न इन्द्रियं नास्ति. अन्तरिन्द्रियं तु एकं, मनः एव खलु. तर्हि इच्छा यदा जायते तस्य ग्रहणं मनः करोति वा? नो चेत् अत्र मनः एव कारणमपि वा, जनकः अपि, इच्छायाः जनकः अपि इति वक्तव्यं वा? अस्तु, अत्र अन्येषां चिन्तनमस्ति किम्? प्रश्नः बुद्धः किम् महोदय? तत्र इन्द्रियेण ज्ञानमेव जायते खलु महोदय, प्रत्यक्षं तु तत्र अन्तर् यथा चक्षुरिन्द्रियेण प्रत्यक्षं ज्ञानं जायते तादृशं मनसा तत्र षड् आत्मगुणानां प्रत्यक्षमेव करोति इत्युक्ते तत्र तेषां ज्ञानमेव जनयति तु इच्छा मनसा जायते इति कथं वदामः अस्तु तर्हि मनः त्यजतु इदानीम् इच्छा कथं जायते इति वदतु तदा यथा भवान् तत्र रागद्वेषः अस्ति चेत् रागेण तत्र असाधारणकारणेन उक्तं खलु इत्युक्ते बहूनि ज्ञानानि सन्ति बहवः रागाः सन्ति किन्तु ज्ञानमस्ति रागः अस्ति चेत् इच्छा जायेत इति नास्ति खलु केषां केषां कस्य रागस्य इच्छा भवति रागेण केन रागेण इच्छा भवति इति इत्युक्ते अत्र रागः अस्ति चेत् अग्रिमक्षणे इच्छा भवेदेव इति नियमः अस्ति किम् नास्ति नास्ति तर्हि तत्र असाधारण किं कारणं किमपि वक्तव्यं खलु सत्यम् अस्तु इदानीं भवति तादृशमेव अहं चिन्तयामि महोदय संस्कारः अस्ति संस्कारेण तत्र स्मृतिः जायते चेत् तत्र सर्वदा स्मृतिः न जायते यदा मनसा तत्र संयुक्तः भवति तदा एव स्मृतिः भवति तादृशम् अत्रापि न संयुक्तः इत्युक्ते कयोः मध्ये संयोगः इत्युक्ते आत्मन एन संयोगे एव तु संस्कारः यथा तत्र आत्मनि अस्ति तस्य ग्रहणं करोति ग्रहणम् इति तेन तत्रापि क्लेशः अस्ति कथं वदामि न अत्र अत्र समीचीनं चिन्तनं समीचीनं किन्तु अहं किञ्चित् सहायं करोमि इत्युक्ते आत्मनि यदा ज्ञानानि जायन्ते प्रत्येकेन ज्ञानेन संस्कारः प्रत्येकं संस्कार प्रत्येकः संस्कारः जायते तर्हि इदानीम् आत्मनि बहवः संस्काराः सन्ति एकस्मिन् आत्मनि बहवः संस्काराः सन्ति सत्यम् अस्तु किन्तु इदानीं प्रश्नः अस्ति खलु आत्ममनसंयोगः यदा भवति तत्र आत्मनि अवयवाः न सन्ति इति कृत्वा आत्मसंस्कारयोः सर्वेषां संस्काराणां तत्र संयोगः जायेत खलु किन्तु तन्न इष्टं यदि तादृशं वदामः तत्र क्लेशः भवति तर्हि अत्रापि किञ्चित् असाधारणकारणं वक्तव्यं भवति असाधारणकारणं किमपि वक्तव्यं भवति एवम् अत्र ज्ञानानि ज्ञानानि क्षणात्मकानि तर्हि संस्काराः सन्ति आत्मनि संस्काराः सन्ति आत्मनि रागाः अपि सन्ति किन्तु मनसः संयोगः अत्र केवलम् एकेन संस्कारेण सह इति वक्तव्यं कुत्रचित् कथञ्चित् कुत्रचित् नास्ति कथञ्चित् वक्तव्यं भवति किन्तु वक्तुम् उपायः कः इति चिन्तनीयम् इत्युक्ते अवयवाः न सन्ति आत्मनः तर्हि अत्र एषः संस्कारः अस्ति तत्रैव तत्र भवति इति तादृशक्लेशः अस्ति तर्हि तत्र उपायान्तरं चिन्तनीयं भवति किन्तु बहिरिन्द्रियप्रत्यक्षं बहिरिन्द्रियैः यः प्रत्यक्षं जायते तत्र मनसः आवश्यकता निरूपिता अस्माभिः एतावत् तत्र क्लेशः एव नास्ति किन्तु अन्तर्प्रत्यक्षम् इत्युक्ते षड् आत्मगुणानां प्रत्यक्षं मनसा यद् यद्भवति तत्र तत्र इदानीं मनः जनकः वा केवलं ग्राहकः वा इति चिन्तनीयं तत्रैव किञ्चित् इतोपि चिन्तनीयमस्ति पुस्तके तत्र संस्कारस्य विषये यथा उक्तमस्ति तत्र आत्मन संयोगेन एव स्मृतिः संस्कारेण जायते इति उक्तमस्ति महोदय हा भवतु आत्मनसंयोगं विना न भवति खलु स्मृतिः स्मृतिः इति ज्ञानं ज्ञानम् उत्पादनम् उत्पादनार्थं मनसः आवश्यकता अस्माभिः उक्तम् किन्तु इदानीं प्रश्नः अस्ति खलु तावत् तत्र अस्माभिः न चिन्तितम् आत्ममनसंयोगेन इति एतादृशमेव पठितं, किन्तु इदानीम् आत्ममनसंयोगः एकेन संस्कारेण सह कथं वा जायते? बहवः संस्काराः सन्ति. हा, अपि च एकः एव आत्मा इत्युक्ते आत्ममनसंयोगः मनसः संयोगः एकेन आत्मना एव भवति इति कृत्वा तस्मिन् एकस्मिन् आत्मने बहवः संस्काराः सन्ति. तत्र किञ्चित् चिन्तनीयम् इतोपि, वस्तुतः तत्र गभीरचिन्तनं न कृतम्. अवयवः न सन्ति इत्येव क्लेशः अस्ति. हा, अवयवाः सन्ति इति वदामश्चेत् अत्र अत्र घटप्रत्यक्षे अपि मनः त्यक्तुं शक्यते. अवयवाः न सन्ति इति कृत्वा एव मनसः स्वीकरणं कृतं. भवतु, समयः जातः, अत्र स्थगयामः. सर्वे चिन्तयन्तु, नो चेत् अत्र अहं मणिद्राविड् महोदयेन सह किञ्चित् सम्भाषणं कृत्वा, किन्तु अहमपि चिन्तनीयं, किन्तु इदानीम् अत्र एतादृशचिन्तनं कुर्मश्चेत् एव गभीरबोधः जायते. अपि च अत्र सर्वे पश्यन्तु, इदानीं ज्ञानस्य यत् अस्माभिः तत्र किं पञ्चदश्यां पठितं, ज्ञानस्य विषयाः भिद्यन्ते किन्तु ज्ञानम् एकमेव इति तत्र लिखितमस्ति. अत्रापि घटज्ञानं पटज्ञानात् भिद्यते इति चेत् भिन्नभिन्नज्ञानानि सन्ति वा, वस्तुतः एकमेव ज्ञानं यस्य विषयः भिद्यते वा इति अपि प्रश्नः अस्ति. तत्र नैयायिकाः कथं वदन्ति इति अपि चिन्तयितुं शक्यते. अस्तु, भवतु, समीचीनचिन्तनं जातमस्ति अद्य, पश्येम. सर्वे चिन्तयन्तु अस्मिन् विषये कथं भवति इति. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.